नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे लृट् लकारः इति पाठः अनुवर्तते। गतपाठे वयं पञ्च उपाङ्गकार्यम् इति आरब्धवन्तः। तत्र यथा सामान्यं यथा पूर्वम् अत्रापि पञ्च उपाङ्गकार्याणि इति उक्तम्। अस्मिन् चत्वारि उपाङ्गानि वर्तते। अस्मिन् इत्युक्ते अत्र लृट् लकारे प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः। द्वित्वम् अभ्यासकार्यं तु अत्र अस्मिन् पाठे न वर्तते इति उक्तम्। अनन्तरं तत्र प्रत्ययादेशः इत्यस्य आरम्भम् अस्माभिः कृतं। तत्र परस्मैपदी लटि सिद्धतिङ्प्रत्ययः यदा पूर्वं तत्र आत्मनेपदी लटि सिद्धतिङ्प्रत्ययः इति श्यतासि लृ लुटोः 3133 इत्येव अस्माकं सूत्रम्। धातोः परश्च स्य तासी प्रत्ययौ लृ लुटोः इति। अनन्तरं तर्हि तत्र स्य इति प्रत्यययोजना अनन्तरं लृटि अनिट् धातूनां कृते स्यति, स्यतः, स्यन्ति इति भवति। किं सेट् धातूनां कृते इष्यति, तत्र तु आदेशप्रत्ययोः इत्यस्य कार्यम्। अतः इष्यति, इष्यतः, इष्यन्ति इति समानरीत्या आत्मनेपदेषु अपि रूपाणि। अनन्तरं धात्वादेशः इत्यत्र आस्तेर्भूः परिचितमेव। भ्रुवो वचि चक्षिङ् धातोः चक्षिङ्गः ख्याय् ख्यास्यति इति आगच्छति। अनन्तरम् अजेर्व्य गयपोः इति सूत्रं, तत्रापि वेष्यति, अजेर् धातोः वि इति आदेशः, अतः वेष्यति। एजन्ताः तु आदेश उपदेशेषिति व्यै व्यास्यति इति रूपम्। ब्रश्च धातुः ब्रश्चो रोरुपदायाः मन्यतरस्याम् इति सूत्रं। ब्रश्च धातोः तत्र ब्रक्ष्यति प्रक्ष्यति इति रूपद्वयम् आगच्छति। प्रायः अग्रे पुनः एतस्मिन् विषये भवेत्। मी मी मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रेण आकार आदेशः प्रमास्यति, मास्यति, उपधास्यते इति रूपाणि। लीङ्श्लेषणे लीश्लेषणे तत्र विभाषा लीयते इत्यनेन तत्रापि आत्वं भवति। विलेष्यति विलास्यति इति रूपम्। एतावदेव वयं पठितवन्तः खलु। गुः संवरणे ऊदुपदायाः गोहः इत्यनेन आरम्भं करोति चिन्तया महोदय। आम् आं महोदय, गुः संवरणे तथा खलु, श्रूयते, ध्वनि श्रूयते सम्यक्। गुः गुः संवरणे सूत्रमस्ति ऊदुपदायाः गोहः इति, षष्ठपादस्य नवशितिः नवशितिः ऊन नवतिः अस्तु। उपदायाः गोहः खलु 89 खलु 6489 नवशीति अशीतिः ऊन नवतिः अस्तु। उपदायाः गोहः नवशीतिः आंसत् समीपम् अस्तु। गुः संवरणे इति गुः धातोः उपदागुणादेशं प्रपाद्य ऊत् आदेशः भवति अजादिप्रत्यये परे। गुः उपदायाः ऊत् स्यात् गुणहेतौ अजादौ प्रत्यये। ऊत् प्रथमान्तम्, उपदायाः षष्ट्यन्तं, गोहः षष्ट्यन्तं, त्रिपदविधं सूत्रम्। अचिष्टौ धातु ब्रुवाङ् युवोरियं भुवङ्गौ इत्यस्मात् अति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य कालानुवृत्तिः सूत्रमस्ति। गोहः अङ्गस्य उपदायाः ऊत् अचि इति अत्र यत्सूत्रं वदति। तत्र यत्र गुणः भवति तादृश यत्र गुणः भवितुमर्हति तत्प्रपाद्य तत् ऊत् आदेशः भवति अजादिप्रत्ययपरे। अस्ति तत्र यत्र इडागमः भवति तत्र इदानीम् इष्य इति अस्ति चेत् तत् तत् इडा इदियोग्य गुः इति इदियोग्यः अस्ति, अतः इडागमः भवति, अजादिः भवति। अतः अत्र दीर्घं भवति न तु गुणः, सार्धात् उगन्तलघुपदस्य सूत्रेण गुणः अस्य प्रसक्तिः। तत्र तद्भा बाधित्वा तत्र प्रवाद्य तत्र दीर्घादेशः भवति। जेयत् अत्र आर्धातुकस्य निमित्तकत्वं नास्ति एव, केवलं गुणनिमित्तिक अजादिप्रत्ययपरे अस्तु। अजादि सर्वत्र भवति, अजादि भवतु अथवा क्षम्यतां तत्र आर्धातुकः भवतु सार्धातुकः भवति इति तत्र किमपि न उक्तम्। अतः लटि यत्र शप् इति अजादि अस्ति, अत्रापि गुणस्य प्रसक्तिः अस्ति। गुहुयोग शप् योग ति अस्ति अत्र, अत्र गोहति न भवति, गूहति इत्येव भवति। आर्धातुकप्रसङ्गे गृहधातुः वेट् इडागमवाक्ये प्रत्यये अजादिः, अतः गूहिष्यति अजादिप्रत्यये अभावे न उत्तमं, यदा इडागमः न भवति तत्र तत्र धू खलु गु खलु गुः खलु गुः घुड् घुड् योग क्षति घुड् योग गु क्षम्यतां गुः योग क्षति अस्ति। इदानीं तत्र होडः इति सूत्रेण तत्र क्षम्यताम् इदानीं गुणः भवति गो गोः योग क्षति, अनन्तरं तत्र डप् होडः इति सूत्रेण घोड् योग क्षति, अनन्तरं तत्र डकार अस्ति खलु तत्र डकार अस्ति इति कृत्वा तत्र किमस्ति अत्र सकार क्षम्यतां किमस्ति अत्र डकार सकार खलु तत्र चुत्वम् एव खलु इति षकारस्य फोडः उक्तवान्, अनन्तरम् अस्माकं वष्भावः तत्पूर्वं बष्पाव एव खलु तत्पूर्वं बष्पाव अस्ति अत्र एकाचो बष् जशन्तस्य अतः इति कृत्वा तत्र घो इति भवति, अनन्तरं घोड् क्षम्यतां घोड् घोड् घोड् योग क्षति घोड् डकार खलु तत्र अपि सकार अस्ति डकार सकार अस्ति तत्र किं षडोकः अस्ति खलु कुत्वं भवति धोक् योग क्षति, अनन्तरं तत्र षत्वं गोक् तत्र क्षति इति भवति गोक्षति इति भवति गोक्षति इति होडः 8231 वष्भावः 8237 41 षडोः 41 षडोकः सि अनन्तरम् आदेशप्रत्ययो 8351 क्षम्यतां 59 अतः गोक्ष्यति इति रूपम् अष्टमाध्यायस्य सूत्राणि सम्यक् गोक्ष्यति इति रूपम् इति जातम् अग्रे महोदय इतोपि एकमेव एतत् पठितं ग्रह अपि हा ग्रहधातुः अस्ति तत्र ग्रहधातो ग्रहीष्यति इति भवति तत् कथं भवति इति ग्रहः अलिति दीर्घः इति ग्रहः ग्रहोलिति दीर्घः इति सप्तपद्यद्वितीयपादस्य सप्तत्रिंशत्तमं सूत्रमस्ति। एकादशः ग्रहधातुः इडागमस्य दीर्घादेशः भवति अलिति, केवलम् आर्धोदकस्य इड् वलादेः इत्यनेन विहितस्य इडागमस्य दीर्घम् इति महाभाष्ये ग्रहः पञ्चमन्तम् अलिटि सप्तमन्तं दीर्घः सप्तमन्तं प्रथमान्तं द्विपदविधं सूत्रम् आर्धातुकशीलवलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इट इति अस्तु। एकाच उपदेशे अनुदात्तात् इत्यस्मात् एकाचित्वनुवृत्तिः, अन्धस्य अधिकारः अनुवृत्तिसूत्रमस्ति, एकाच गहः अङ्गात् इटः दीर्घः अलिटि इति तत्र अत्रापि ग्रह ग्रहधातोः तत्र इटः दीर्घः भवति इष्यति इति ग्रहधातु इष्य ग्रहयोग इष्यति तत्र दीर्घं भवति अलिति इति उक्तम् अतः एतत् नास्ति इति अलिट् प्रत्ययपदे खलु तत्र ग्रहीष्यति इति भवति इति उक्तम् दीर्घादेशः केवलं दीर्घादेशः एव खलु ईट् इति इत्यत्र इडागमस्य दीर्घ्यं तु अन्यस्य इति अन्य अन्यत्र कुत्र भवति अन्यत्र भवति खलु इडागमस्य दीर्घत्वम् इत्येव उक्तम् कुत्रचित् इडागमः अस्माभिः दृष्टम् आसीत् तत्र तत्र चिचि चिचि कुत्रचित् अस्माभिः दृष्टम् आसीत् खलु पूर्वम् अस्माभिः दृष्टमासीत् तत्र आशीर्लिङ्गलकारकर्मणि प्रयोगम् लुङ्लकारकर्मणि प्रयोगे तत्र इडागमः भवति इति तत्र एव प्रायः तत्र न भवति ओ एवं वा अस्माभिः दृष्टमासीत् तत्र इडागमस्य इडागमः भवति एकाच् नास्ति इति वा किमर्थं न भवति रक् धातोः न न इडागमः इडागमः आर्धातकस्य ईड् वलादेः इत्यनेन इडा ईदस्य इडागमस्य दीर्घं भवति कोऽपि अन्येन सूत्रेण यत् इडागमः भवति तद् न भवितुमर्हति इति महाभाष्ये उक्तम् अस्माभिः एकं सूत्रम् अस्माभिः अधीतमासीत् तत्र लुङ्लकारे कर्मणि प्रयोगे तत्र इडागमः भवति केवलम् आर्धधातुकस्य इड्वलादेः इत्यनेन विहितस्य इडागमस्य दैर्घ्यम् इति महाभाष्ये उक्तम् ओ अस्तु अस्तु अन्येन इडागमः भवति चेत् तत्र दीर्घत्वं नास्ति ओ एवम् आसीत् यस्मिन् विषये इदानीं मम मनसि अपि स्पष्टं ओ केवलं स्मरामि ओ अस्तु अस्तु अस्तु समीचीनम् ओ सम्यक् धन्यवादः महोदय अरुणा भगिनी पठति वा अतो लोपः आं भगिनि अतो लोपः चिक् उदाहरणं चिकीर्ष चिकीर्ष्यति चिकीर्षस्यति चिकीर्षस्यति अतो लोपसूत्रं वदति अदन्त अङ्गस्य ह्रस्व आकारलोपो भवति आर्धधातुके प्रत्यये पदे ओके येन विदितदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्वकारः इति अङ्गस्य अपि तु ह्रस्व आकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य उपदेशे अनुवर्त्यते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् अतः सत्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अनुदात्तोपपदे उपपदेश वनति तनोति आदीनाम् अनुनासिकल्लोपो झलि किदिति उपदेश इत्यस्य अनुवृत्तिः अङ्गस्य अनुवृत्तिसहितसूत्रम् अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे सूत्रं वदति अदन्त अङ्गस्य अश्व अकारलोपो भवति निमित्तमस्ति आर्धधातुकप्रत्यये पदे तदनन्तरं वयं जानीमः येन विद्यदन्तस्येन अङ्गमनेन न तु केवलं ह्रस्वकार ह्रस्व अकारान्तस्य अङ्गस्य अपि भवितुम् अर्हति अलोन्त्यसेन केवलं अन्तवर्णस्य लोपः भवति इदपि उपदेश अवस्थायाम् एव कार्यं भवति अनुवचयितुमस्ति अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति चिकीर्षा चिकीर्षिष्यति इति भवति आं भगिनि अग्रे यस्य हलः यस् प्रायः एतद् सर्वं पुनः आगच्छति इति आं भगिनि अस्य अस्य हल यस्य हलः हल् उत्तर उत्तर शब्द शब्दलोपो भवति उत्तर या शब्दलोपो भवति अर्धधातुकप्रत्यये परे बेभिद्यते इति रूपम् एतदेव गतपाठे वयं चर्चितवन्तः खलु कस्य विभाषा अन्यसूत्रमस्ति तस्य भाषा इत्यनेन हल् हलः परयोः छच् क्यङ्गोः प्रत्ययोः लोपो वा स्यात् आददातिके. उदाहरणमस्ति समिध्यः समिदिष्यति समिदिष्यति वा इति विभाषा इति कारणं विकल्पेन भवति. अतः रूपद्वयमस्ति हलः परः च्यच् वा च्यच् च व्यङ्ग् प्रत्ययः अस्ति चेत् लोपः भवति. निमित्तमस्ति अत्र सार्धधातुकप्रत्ययः यस्य हलः आर्धधातुकप्रत्यये परे तस्य विभाषा इति आर्धधातुक ओ समां समीचीनम् अतोपि स आर्धधातुक प्रत्यये परे अपि भवति. अन्यसूत्रमस्ति लः परः भवेत् त्यच्यङ्ग् लोपः वा आर्धधातुके. अत्र तु अस्माकं विवक्षा तु आर्धधातुकप्रत्ययः अतः यक य इति शब्दस्य लोपः भवति. समीचीनं भगिनि. अग्रे कृपेश्च कृपेश्च अवकल्पने कृपेश्च अवकल्पने विचारं करोति चिन्तनं करोति. सूत्रमस्ति कृपो रोलः कृप् धातु प्रथमं प्रत्यय पुगन्तलघुपदेशे इत्येन गुणं भवति एकवर्णः अस्ति उपदायं. अतः कर्प् योगः कल्प् कर्प् विकं कल्प् कल्पिष्यते कल्प् कल्प्यते कल्प्यते अस्ति आत्मनेपदे कृप् धातोः परस्मै आत्मनेपदे परस्मैपदे दासि च कृप् इत्यनेन इत्यनेन इदागमनिषेधः. अतः कल्पश्यति कृपश्यति इति अर्थम्. अत्र कृपरोलः पयोरमपि वयं पठितवन्तः. कृप् धातु अस्ति चेत् प्रथमं पुगन्तलघुपदस्य आद्यदातु सर्वात्कृतपदे परे इति सूत्रेण गुणः भवति. कृप् कर्प भवति. तदनन्तरं कृपोरोलुः इति सूत्रेण रेफास्थाने लकार आगच्छति. कल्प् कल्पिष्यति कल्प्यते आत्मनेपदे पदे परस्मैपदे अस्ति चेत् स्थासि च कृपः इत्यनेन इडागं निषेधः. अत्र कल्पश्यति भवति. वयं जानीमः सार्वधातुकप्रत्यये विडागमः आवश्यकम्. कृपोरोलः कृप् धातोः रेफस्य लकार आदेशो भवति. रा इति श्रुतिसामान्यं बोध्यं. तेन यः केवलो रेफः यश्च ऋकारस्तः तयोः द्वयोः अपि प्रहरणम्. सः इत्यपि श्रुतिसामान्यमेव. अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेशः. पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंशादेशो भवति. नाम रुस्थाने लृ भवति. सूत्रे कृपो कृपो इत्यनेन कृपा युग उः इति विच्छेदः. कृप् लुप्त्यषष्टीकं पदम् उः षष्ट्यन्तं षष्ट्यन्तं रेफषष्ट्यन्त रः षष्ट्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं. कृपः इत्यस्य द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णं. कृपः उः कृपः रः लः कृपोरोलः इति सूत्रं किं वदति इति चेत् कृप धातु गुणं भूत्वा रेफ आगच्छति क्रप् भवति. अत्र रेफस्य स्थाने लकारादेशो भवति. रा इति ओके रा इति श्रुतिसामान्यम् अत्र हौ टु से देट् भगिनि श्रुतिसामान्यं बोध्यं श्रुतिसामान्यम् इत्युक्ते तत्र कृ इति ऋकारः अस्ति खलु तद् रेप सदृशः अस्ति श्रुतिसाम् सो तस्य ध्वनि वक्तुं शक्यते तेन यः येन यः विक् एवलो रेफः यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् ऋकारस्ति अपि भवति रेपः इति यः केवलरेपः द्वयमपि तत्र इति श्रुतिसामान्यं खलु अतः तत्र केवलं रेपस्य एव इति न ऋकारस्यापि तत्र ग्रहणं भवति ओके लह इति श्रुतिसामान्यमेव आहत्य कृप् धातोः गुण आदेशं कृत्वा रेफ आगत्य तस्य रेफस्थाने लकारादेशः भवति कृप् धातोः ऋकारस्य रेफसदृश्य अंशः अस्ति तस्य स्थाने लसदृश अंशदे आदेशो भवति नाम रु स्थाने रु भवति अतः कुप् सूत्रं वदति कृपः इति द्वयं प्रयुज्यते कृपः उः कृपः रः लः ओके कृपो रोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः कृप् धातोः ऋकारस्य अंशः यः रेपसदृशः तस्य स्थाने लकारसदृश आदेशो भवति यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् भवति तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलम् यत्र उपधा गुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकारः आदेशः भवति अत्र कृप् इति फलम् दृष्टान्तत्वेन अपरेषु स्थलेषु कथम् अनेन सूत्रेण रूपं सिद्ध्यति इत्यत्र प्रदर्श्यते उदाहरणं दत्तं ऋकार कथम् अस्ति इति लटि कल्पयति लट्लकारं कल्पयति इति रूपं कृप् योगः निच् तुगन्तलघुपदस्य च इति सूत्रेण उपधायाम् इक्वर्णस्य गुणः भवति कर्प् योगः इ निच् अत्र अनुबन्ध अनन्तरं एव अवशिष्यति कृपो रोलः इत्यनेन रेफस्य स्थाने लकार आगच्छति स कल्प् कर्प् कल्प् भवति कल्प् युग इ कल्पि इति धातुः कल्पि युग शप् कल्प्य कल्पय कल्पय इति अङ्गं कल्पय इति कल्पयति वा कल्पयते रूपद्वयं भवति आत्मनेपदरूपं परस्मेपदरूपं दत्तमित्युक्ते रेफ रेफ ऋकारस्थाने गुणभूत्वा आगच्छति सत्यं पूर्वं दृष्टमेव खलु अग्रे आगच्छति लृट् लकारे कथं रूपम् इति धन्यवादः भगिनि उषा भगिनि तत्र अस्माभिः दृष्टमासीत् अत्र एकं सूत्रमस्ति स्यासि स्यूट् तासिषु भावकर्मणोः अज्जनगृह दृशां वा शिण्वत् इट्स् च इति सूत्रमासीत् 6-4 तत्र इडागमः भवति तत्र तस्य दीर्घत्वं न भवति अतः अग्राहिषता इशाताम् इति विकल्पेन भवति अग्राहिषाताम् इति सूत्रसङ्ख्या अस्तु महोदय कृते तत्र सूत्रसङ्ख्या 6-4-62 श्लेह सिच् आदेशः भवति सिच् भवति तत्र इडागमः भवति चिण्वत् इट् च इति विकल्पेन चिण्वत् भव इट् इडागमः च एतत् स्मरामि इदानीं स्मरामि सियुक्ता शिशुभावकर्मणोरुपदेशे जनु जनगृहदृशां वा चिन्वति इदानीं स्मरामि एतद् दीर्घसूत्रम् आम् तत्र इडागमः द्रः हन् दृश् प्रथम धातुः तत्र गृह लिटि दीर्घः तत्र एतत् कारिका अपि दृष्टवन्तः चिन्वद् दृष्टिर्यक् च हन्तेश्च गत्वं दीर्घश्चोक्तो यो मितांसिनि इति इत् च सिद्धस्थेन सिद्धस्थेन मे लुप्यतेणि वल् निमित्त विघाति इति नित्य च नित्यं चायं नित्यः चायं वल् निमित्त विघाति मितो विघाति इत्यस्य अर्थः अपि वयं दृष्टवन्तः इदानीं स्मरामि महोदय सम्यक् आम् ग्राहिष्यते ग्रहीष्यते विकल्पेन आम् सत्यं ग्राहीषातां ग्रहीषाताम् भगिनी अस्ति वा उषा भगिनी आसीत् आं भगिनि आं भगिनि नमस्कारः वास् वेटिङ्ग् फर् महोदय ऐ वास् आल्सो लुकिङ्ग् एट् द सूत्र बट् कारिका ओ यु रेड् इट् इन् द अष्टाध्यायी अस्तु पठितवन्तः एवं वयम् अस्माभिः तत् करपत्रे तद् विगा तत् किम् आसीत् तत् पदम् आम् विघाति इति पदम् अहं स्मरामि अन्यत् सर्वं विघातः संसारे विघातः अत्र इदानीं यदा आर्धातुकस्य एव इति तदा मया स्मृतम् अन्यथा ममापि अत्र लिखितमासीत् खलु आर्धातुकस्य द्वरादेः एवैकारस्य एव किमर्थमिति तत्र त्रयः अग्रे आगच्छति इति चिन्तयामि एतत् विषये आगच्छति अग्रे पठितवन्तः सत्यम् भवतु भगिनि इडागमः जानीमः यत् इडागमः तदा भवति जानीमः यत् इडागमः तदा भवति यदा प्रत्ययः अपि इडनुकूलः धातु अपि सेट् अथवा वेट् अस्तु प्रत्ययः इडनुकूलः अस्ति न वा ओके आर्धधातुकस्य ईड् बलादेः आर्धधातुकस्य ईड् बलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति वलादेः आर्धधातुकस्य इडागमः स्यात् इडागमः तित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य सः वलादिः बहुव्रीहिः तस्य वलादेः आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् अस्तु भगिनि वयं पठितवन्तः तत् सूत्रम् आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहार वल् प्रत्याहारस्थ वर्णः अस्ति चेत् तस्य इडागमः भवति इति अस्तु आत्मने आद्यन्तौ टकितौ वयं जानीमः अङ्गात् वलादेः अङ्गत् अङ्गात् वलादेः वलादि परः अस्ति, आददादिकप्रत्ययः अपि अस्ति, इट् आगमः भवति. वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः. वलि यकारं विहाय सर्वाणि व्यञ्जनानि. कस्यचित् आददादिकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्यः अस्ति तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति. अस्तु, वयम् आल् दीस् वयं जानीमः एव. किमर्थं मध्ये अपि न, अन्ते अपि न, आद्यन्तौ टकितौ इति सूत्रेण यत् आगमः टित् अस्ति सः यस्य आगमः अस्ति, यस्य आगमः अस्ति तस्य आदौ आयाति. कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति. कित् अस्ति चेत् टकारः अस्ति चेत् आदि, अन्ते अस्ति चेत् यस्य कृते विधीयते तस्य अन्ते आयाति. अस्तु, इडागमः टित् अस्ति अतः अनेन सूत्रेण इडागमः प्रत्ययस्य आदौ आयाति. इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्य इड् बलादेः इत्यनेन इडागमः प्रत्ययस्य आगमः न तु धातोः, प्रत्ययस्य कृते एव आगमः भवति इत्यनेन इडागमः टित् इति अस्ति. आर्धधातुकस्य इड् बलादेः इत्यनेन आदौ एव आयाति, प्रत्ययस्य आदौ. आर्धधातुकप्रत्ययः कः इति स्मर्यताम्. प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुकम् आर्धधातुकं वा. प्रत्ययः तिङ् षित् तिङ् अथवा षित् चेत् तिङ् षित् सार्वधातुकम् इत्यस्य इत्यनेन स च प्रत्ययः सार्वधातुकं. तिङ् षित् नास्ति चेत् आर्धधातुकं सेजः इत्यनेन प्रत्ययः आर्धधातुकः. इडनुकूलस्य परिशीलनार्थं लकारप्रसङ्गे सिद्धतिङ् प्रत्ययाः द्रष्टव्याः, न तु कृत् प्रत्ययाः. वस्तुतः लृट् लकारे इडागमः स्य प्रत्ययस्य एव. अस्तु, यः विकरणप्रत्ययः न तु कृट् न तु कृत् न तु प्रत्ययः. अतः because I was wondering, is there a new prate? Yeah, we haven't seen. Sopyekaha pataha bhavati krit prate. Natu krit prate. Ataha, adadadikasya idvaladehe ityasya darshanena pariyaptam. Astu, dhatuhu set anit atava wait an. Dhatuhu set anit va, wait va ityasya jnanartam. ज्ञानार्थं प्रथमतया द्रष्टव्यं यत् धातुः एकाच् अथवा अनेकाच् वा. ओके, सर्वे अनेकाच् धातवः सेटः, अतः धातुः अनेकाच् चेत् इतोपि चिन्तनस्य आवश्यकता नास्ति, धातुः सेट् एव. धातुः एकाच् चेत् प्रथमतया अस्माकं सामान्य इड् व्यवस्था चिन्तनीया. तत्र जानीमः परिगणिताः अजन्तदातवः सेटः, तेषां ज्ञानार्थं केवलं चतुर्दश अजन्तदातवः कण्ठस्थीकरणीयाः. एवमेव केवलं एकशतं हलन्तदातवः अनिटः, तेषां कण्ठस्थीकरणेन कण्ठस्थीकरणेन हलन्तदातूनां सामान्य इड् व्यवस्था मनसि सिद्धा. अपि च येभ्यः वा भवति इडागमः, ते दातवः वेटः वा इट् वेट् सप्त त्रिंशत् दातवः वेटः, तेभ्यः बलादि आर्धधातुकप्रत्ययस्य विकल्पेन इडागमः भवति. यस्य अजन्तसेट् दातवः च हलन्त अनिदातवः, यस्य अजन्तसेट् दातवः च हलन्त अनिट् दातवः च ज्ञाताः. यदा अजन्तसेट् दातवः अपि च हलन्त अनिट् दातवः च ज्ञाताः, ओके, तदा येषां वेट् धातूनां कण्ठस्थीकरणेन सम्पूर्णरीत्या सामान्य ईड् व्यवस्था सिद्धा अस्तु. वयं पूर्वं यत् मया पठितं तत् वयं दृष्टवन्तः जानीमः. अस्तु, अधुना लृट् लकारे ईड् व्यवस्थायाः कृते पञ्चविशिष्टसूत्राणि ज्ञातव्यानि. इदानीमेव पाठः ऋद्धनोः स्ये, ऋद्धनोः स्ये इत्यनेन ऋकारान्तधातुभ्यः च हन्धातोः च हन्धातोः च स्य प्रत्ययस्य इडागमः भवति. यथा जानीमः सामान्यतः एते धातवः अनिटः, किन्तु स्य प्रत्यये परे विशेषः. स्य प्रत्यये परे पठत ऊद्रुदन्ते, ऊद्रुदन्ते. सो ऋत् ऋत् धातोः ऋकारान्ताः अनिटः एव, परन्तु अत्र हन् स्य प्रत्ययस्य परे विशेषतया इडागमः भवति. अस्तु, कृयोगः ऋद्धनोः स्ये 7 to 70. अस्तु, कृयोगः स्यति, कृयोगः इट्योगः स्यति, करिष्यति. कृयोगः इट् कर् गुणा भवति, इट् स्यति आर्धधातुके सार्वधातुक अर्धधातुकयोः कृ करिष्यति. अकृयोगः स्यत् किमर्थम् अकृ ऋकारान्तधातुभ्यः दातु इडागमः भवति. जानीमः सामान्याः एते जातवः. ओ दिस् इस् फर् द लुङ् लुङ् लुङ्गर् लृङ्गपि. ओके, अकृयोगः स्यत् स्यत् मे बि. ओके, अकृयोगः इट् योगः स्यत् अकरिष्यतोः खलु अकरिष्यत् तदेव खलु प्राग्वत्. तद् किमासीत्? प्राग्वत् लुङ् वा लृङ् वा लुङ् खलु लृङ् लृङ् एव लृट् प्राग्वत् लृट् लकार खलु लृङ् क्षम्यतां लृङ् लकार एतदेव लृट् खलु आम् लृङ् लकार लृङ् एव लृङ् प्राग्वत् लृङ् लृङ् न तु लुङ् लृङ् लुङ् एतत् लृङ् यथासि लृ ऋतोः अत्रापि भवति खलु कुत्र दृष्टवन्तः लृङ् एव लृङ् लृङ् भविष्यति नित्यं लृङ् भूते वा इति अस्ति लृङ् लृङ् एतत् एतत्तु लृङ् न तु लृङ् क्रियातिपत्तौ इति लृङ् क्रियातिपत्तौ सः अत्र अकरिष्यत् लृङ् लकारः तव्यत् गतपाठे तव्यत् तुमुन् इत्यत्र तु कर्तुं कर्ता एव तत्र इडागमः न भवति स्या प्रत्ययस्य एव इडागमः ऋद्धनोः स्ये ऋकारान्तस्य हरिष्यति हनिष्यति हन्तुं वा हन्योगः स्यति हन्योगः इट्योगः सति ऋद्धनोः ऋकारान्तदातु अपि च हन् दातु हन् हनिष्यति हन् हनिस् अहनिष्यत् ओ अहन्योगः स्यत् द अकार मिस्सिङ्ग् अहन्योगः इट् योगः स्यत् अहनिष्यत् एवमेव हृयोगः स्यति हरिष्यति हृ हृयोगः स्यति हृष्यति हृष्यति परन्तु वरतु अत्र वरतु लोट्लकार इडागमः नास्ति, ह्वरत् लङ्लकार तत्रापि इडागमः नास्ति, ह्वरेत् ह्वरेत् विधिलिङ्लकार हृ इति अर्थः हृ हृ वि हव् सीन् दिस् धातु शृणोति हृ इति धातुः नास्ति अस्ति भगिनि वि हव् सीन् दिस् धातु हृ हर्द पूर्ण इदानीम् आगत् हुर् कौटिल्ये एतदेव दृष्टवन्तः सम्भरणे इत्यपि अस्ति तदेव अहम् उक्तवती टु कवर् परन्तु यः प्रायः तद् कौटिल्यार्थे इति कस्यचित् पाठे वयं पठितवन्तः खलु एतत् किं तद् यङ्ग् यङ्ग् लुक् वा कुटिलगमने कुटिलगमने यङ्ग् यङ्ग् एव खलु अथवा यङ्ग् लुक् वा द्वयमपि पठितं परन्तु यङ्ग् लुक् मोर् भगिनि अट्लीस्ट् इन् द हलन्तस् सन्ति न न एतद् कौटिल्यार्थे इति यङ्ग् वा यङ्ग् लुक् वा तद् तदा एव परीक्षा लेखनीया परीक्षा यङ्ग् एव अत्र लुक् भवति खलु तत्र यङ्ग् एव भवति यङ्ग् कौटिल्यार्थे इति वा कुटिलगतौ इति वा तत्र अत्र अनन्तरं तत्र यङ्ग् लुक् भवतु यङ्ग् भवतु तत्र कुटिलार्थे तत्र कुटिलगमने एव भवति न तु वारं वारं गत्यर्थकानां किमपि आसीत् खलु तत्र तत्र च तत्र वारं वारं च न चलति वारं न चलति इति तादृशार्थः खलु तादृशार्थः नास्ति कुटिलगमने कुटिलगमने इति आसीत् आं तदेव अस्तु अस्तु यङ्ग् वा यङ्ग् लुक् वा समानार्थ अर्थः अस्ति परन्तु रूपभेदः इति एव खलु रूपभेदे एव यङ्गि भवति एव यङ्ग् लुक् भवति यङ्ग् भवति कुटिलगमने एव वारं वारम् इति नास्ति कुटिलगमने सामान्यतया वारं वारम् एव खलु आम् सामान्यतया आम् पौनःपुण्येन वारं वारं सत्यं सम्यक् कौटिल्ये क्वरति इति रूपं सामान्य लट् रूप क्वरिष्यति इति लृट् लकारः सम्यक् क्वर खुरु आम् अस्तु अग्रे किम् रुद्धनोः रुद्धनोः स्ये सूत्र एव भगिनि रुदन्तधातुः रुदन्तधातुतः हन् धातुतः च स्य प्रत्ययस्य इडागमः भवति ऋतो हन्तेश्च स्यस्य ईट् स्यात् इति सिद्धान्तकौमुद्यां ऋतो रुद्धतु हन्तेश्च स्यस्य ईट् स्यात् ओके एकाच् उपदेशे अनुदातात् इत्यनेन यः औपदेशिकधातुः एकाच् अपि अनुदातः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति एकाच् उपदेशे अनुदातात् अनेन ऋकारान्तदातवः च हन्धातुः च अनिटः परन्तु लृट्लकारे ऋद्धनोः स्ये इति सूत्रम् एकाच् उपदेशे अनुदातात् इति सूत्रं प्रबाद्य इडागमं विददाति एकाच् उपदेशे अनुदातात् इति सूत्रं प्रबाद्य इडागमम् आगच्छति ओके ऋत् च हन् च तयोः इतरेतरद्वन्द्वः रुद्धनौ तयोः रुद्धनोः रुद्धनोः षष्ट्यन्तम् किन्तु पञ्चम्यर्थे षष्टि इति व्याख्याकाराः वदन्ति रुद्धनोः षष्ट्यन्तम् परन्तु पञ्चमी अर्थे षष्टि इति व्याख्याकाराः वदन्ति अन्यथा तत्र तत्र धातुः पूर्वमेव भवति खलु इट् पञ्चम्यन्तेमेव पञ्चम्यर्थे षष्टि पञ्चम्यन्ते षष्टि किमर्थं पञ्चम्यर्थे षष्टि दत्तव्यं तद् ऋद्धनोः इति ऋद्धनोः खलु योः रामयोः इव अस्तु अस्तु अस्तु अवगतम् अवगतम् इतरेतरद्वन्द्वः तयोः ऋद्धनोः तयोः आभ्यां न ताभ्याम् इति न परन्तु तयोः स्या प्रत्ययस्य इडागमः अतः षष्टि द्विवचनं तस्य स्थाने नास्ति अपि परन्तु अग्रे स्थाने भवति चेत् पूर्वं भवति तर्हि ऋद्धनोः पञ्चम्यर्थे षष्टि स्ये षष्ट्यर्थे सप्तमी द्विपदमिदं सूत्रम् आददादिकस्य ईद् बलादेः इत्यस्मात् ईद् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ अङ्गस्य इत्यस्यापि विभक्तिपरिणामः जातः एव्रिवेर् अनुवृत्तिसहितसूत्रं ऋद्धनोः अङ्गयोः ऋद्ध ऋद्धभ्याम् इत्येव भवेत् किमर्थम् इं ऋद्धनोः ऋद्धम् अस्ति कङ्कणदोषः वा ऋदभ्याम् इति सम्यक् एव खलु तत्र तत्र सन्धिः भवति खलु तत्र भ्यामिति तत्र तत्र पदसंज्ञा अस्ति अनुस्वारः भवति अनुस्वारस्य परस्वर्ण इत्यनेन तत्र मकारः भवति ओ एवं भ्यामिति तत्र भ्यामिति तत्र सरण असरणमस्थाने पदसंज्ञा अस्ति खलु अस्तु पदसंज्ञा अस्ति चेत् ऋदम् इत्यस्य नकारस्य अनुस्वारः तदेव नकारस्य वा अनुस्वारः ऋधन् इति ऋधन् इति शब्दः तत्र नकारस्य अनुस्वारः अनुस्वारस्य परसवर्ण ऋधम्भ्यां सम्यक् ओ पदसंज्ञापदन्तस्य ऋधम्भ्याम् अङ्गाभ्याम् के ह्यः भगिनी अन्य कोऽपि पठेत् भगिनि क्षम्यताम् आम् आम् आम् नास्ति चिन्ता महोदय भवान् अतः अत्र बहु षष्ट्यन्तवृद्धनोः इति षष्ट्यन्तस्य पञ्चमी अर्थं स्वीकृतं पूर्वनिमित्तं खलु पूर्व पूर्वनिमित्तं खलु पञ्चम्यर्थे षष्टि स्य इति अस्यापि सप्तमी सप्तमी स्वीकृतं परसप्तमी परकार्यं तत्रापि कुत्र तत्र विभक्तिपरिणामः सत्यं तस्मात् इति पूर्वस्य तस्मिन् इति उत्तरस्य तद् द्वयमपि तत्र परिवर्तनं कृतम् आम् महोदय सेसिचि सेसिचि कृत च्युत छ्रुत त्रुत नृत इति सूत्रम् इत्यनेन तत्र सप्तमध्याय द्वितीयपादस्य सप्तपञ्चाशत्तमं सूत्रमस्ति इत्यनेन कृत् चिरुत् छ्रुद् त्रुद् नृत् इत्येतेभ्यः इत्येभ्यः पञ्चभ्यः धातुभ्यः सिच् भिन्न सकारादिप्रत्ययस्य विकल्पेन इडागमः भवति से असिचि कृत् छ्रुत् छ्रुद् त्रुद् नृत् एतेभ्यः अस्तु कृत् इति तृतुदादिगणीयधातुः अस्ति छेदने भवति छेदने कृत् कृन्तति कृति प्रायः यदि इडागमः तत्र नुमागमः भवति इति तथा तत्र किमपि इदित्ता चिन्तयामि. ओहो हा पश्यामि. अनुमागमः भवति खलु कृति कृतिप्रायः. अस्तु कृन्तति इति रूपं रुदादिगणे वेष्टने लटि कृणति. कृति इति कृति छेदने इडागम इडा क्षम्यतां किम् अस्ति इदित् अस्ति अतः इदितोनुं धातोः चृत् इति अस्ति तत्रापि न महोदय क्षम्यताम् एतत्तु शेमुचादीनाम् इत्यनेन नुमागमः. शेमुचादीनाम् अस्तु अस्तु शेमुचितानिमित्तनेन आम् अस्तु इदित्येव ईदित् धातुः इदित् ईदित् अस्ति अस्तु तर्हि नुमागम न भवति तथापि नुमागम इष्टः क्षेमुचादीनाम् इति क्षेमुचा सत्यम् कृत् इति सुधादिगणे अस्ति अतः सुधादिगणे अस्ति तत्र कृन्तति इति रूपं तर्हि कृत् एतदस्ति तत्र सकारादि अस्ति अतः कर्ष्यति कर्ष्यति अपि च तत्र किमस्ति अत्र इदागमः अकस्यत् इति कस्यति अकस्यत् कर्तिष्यति अकर्तिष्यत् इति रूपम् अस्तु. एकनिमिषत् विकल्पेन वा तत्र विकल्पेन अस्तु विकल्पेन अतः रूपद्वयम् इति सर्वत्र खलु हा वा इति अस्ति अत्र वा इति तत्र अस्ति इट् वा इति अतः रूपद्वयं भवति उदितो वा इति सूत्रेण वा इति अनुवृत्तिः भवति अतः तत्र विकल्पेन कर्ष्यति अकर्ष्यत् कर्तिष्यति अकर्तिष्यत् इति छृत् इति अस्ति सुदादिगणिधातुः अस्ति तत्र छृतति इति रूपं तस्य छृत् योग स्यति क्रीडागमपक्षे चर्तिष्यति अचर्तिष्यत् इति लृङ्लकारे स सकारादि इति कृत्वा अनन्तरं विकल्पेन तत्र चर्ष्यति अचर्ष्यत् इति रूपं लृङ् अपि च लृट्लकारस्य छृद् तथैव छृद् धातोः तत्र चर्दिष्यति अचर्दिष्यत् इति अचर्दिष्यत् अत्र तत्र अचर्दिष्यत् इति तत्र चकारस्य तुगागमः भवति खलु तत्र ह्रस्वस्य इति क्षम्यतां ह्रस्वस्य न तत्र कुत्र भवति ह्रस्वस्य पिति कृति तुक् चकारः तत्र चर्दिष्यति इत्यत्र वा कुत्र पृच्छति महोदय अचर्दिष्यति खलु अत्र ह्रस्वस्य ह्रस्वस्य कृति पिति कृति नास्ति खलु तत्र कुत्र भवति केन सूत्रेण तत्र तस्य अनुवृत्तिः कुत्रचित् अग्रे आगच्छति खलु किमपि अन्यत् पश्यामि अग्रे अपि चेचसूत्रेण चेच इति सूत्रेण तु गागमः तस्य प्रति इत्युक्तौ चेच इति सूत्रेण अच्छद्दिश्यति इति अकार अस्ति अतः तत्र ह्रस्वस्य खलु ह्रस्व अस्ति ह्रस्वस्य अनन्तरं चकार अस्ति चेत् तुगाग भवति अनन्तरं चुत्वं यदि इडागव नास्ति चेत् छृद् योगस्यति छर्द् योगस्यति अनन्तरं तत्र दकारस्य चत्वं भवति तत्र चर्ष्यति इति अनन्तरं तत्र इडा तत्र लृङ्लकारे अचर्ष्यति इति तत्रापि तुगागमः भवति चेच इति सूत्रेण अनन्तरं तत्र खरिच क्षम्यतां तत्र चत्वं खलु तेनैव भवति खलु लुङ् एव खलु लुङ् एव अस्माकं प्रश्नः खलु लृङ् एव खलु अकार अस्ति खलु ह्रस्व अस्ति खलु चेच एव चेच इति सूत्रेण सत्यं तृद् अस्ति तत्र तर्ष्यति अतर्ष्यत् तर्दिष्यति अतर्दिष्यत् इति नृत् नर्ष्यति अनर्ष्यत् इति इडागमपक्षे तत् नर्तिष्यति अनर्तिष्यत् इति किन्तु अत्र किन्तु नृत् धातोः लोटि नृत्यतु लङि अनृत्यतु विधिलिङ् नृत्येत तत्र सर्वत्र सकारा न सकारादिप्रत्ययः नास्ति इति कृत्वा सूत्रमस्ति से सिचीकृत चित्तच्युत कृत तृदनृत इति से तत्र असिचि खलु से असिचि कृतच्युत च्युत कृद नृत इति कृत् त्रित् छृद् तृद् नृत इत्येतेभ्यः पञ्चभ्यः धातुभ्यः सिच् भिन्न सकारादि असिच् इति असिच् इति असिच् भिन्न सकारादि आर्धात्कप्रत्ययस्य विकल्पेन इडागमः भवति सकारादौ असिच् आर्धात् असिच् आर्धातुके कृत् छृत छृद् तृद् नृत् इत्येतेभ्यः धातुभ्यः वा इडागमः भवति इति काशिकायाम् अस्तु विकल्पेन भवति इति कृत् कृतादिगणे रुदादिगणे च छृत् तुदादिगणे छृद् रुदादिगणे तृद् तुदादिगणे नृत् दिवादिगणे न सिच् असिच् तस्मिन् असिचि नै तत्पुरुषः कृतश्च तृचश्च छृदश्च त्रुदश्च नृत् च एतेषां समाहारद्वन्द्वः कृतच्युत च्युत त्रुद धृत् इति तस्मात् कृतच्युत च्युत त्रुद धृतः से सप्तम्यन्तं किन्तु षष्ट्यर्थे सप्तमी इति वाक्यकारः वदन्ति से सप्तम्यन्तम् असिचि सप्तम्यन्तं कृतच्युतच्युत त्रुद धृतः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आर्धातुकस्य इड्वलादेः इत्यस्मात् आर्धातुकस्य इट् आगमः इति एतनेव अनुवृत्तिः उदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ अनुवृत्तिसूत्रमस्ति कृतच्युत छृद कृद नृत अङ्गात् से असिचि आर्धातुकस्य इट् वा इति असिचः सः इति असिचि चेत् असिचः सः इति आसीत् परन्तु ते असिचि इति सप्तमी अन्तं स्वीकर्तव्यं खलु असिचः इति असिचः इति भवेत् असिचि न असिचः इति भवेत् इति सप्तमी सम्यक् असिचि आसीत् चेत् तस्य स्थाने एव भवेत् असिचि अस्ति छि इति अस्ति इति कारणेन तत्र निमित्तम् सिच् भिन्न सकारादि अर्धधातुकप्रत्ययेषु विकल्पेन इडागमः एतेषां परिगणित परिगणितधातूनामेव अरुणा भगिनी अस्ति वा भगिनि गम् धातुः अनिट् अस्ति किन्तु गमे रित् रित् परस्मैपदेषु इत्यनेन तस्मात् एव गम् धातोः सकारादि अर्धधातुकप्रत्ययस्य इदागमो भवति परस्मैपदे गम् धातुः परस्मैपदे गमिष्यति अगमिष्यत् जिगमिष्यति तत्र गम् धातु सामान्य इदागम अनिट् अस्ति परन्तु विशेषसूत्रेण गमेरिट् परस्मैपदेषु इत्यनेन सकारादि आदतादिकप्रत्ययपदे परस्मैपदे इदागम आगच्छति गमिष्यति अगमिष्यत् जिगमिष्यति इति रूपं किन्तु आत्मनेपदे सङ्गं शिष्टं सङ्गस्यते सञ्जिङ्गंश्चते सञ्जिगं शिष्यते अधिजिगं शते अधिजिगां शिष्यजिगां शिष्यते ओ आत्मनेपदे इदागमः नास्ति इदागमः नास्ति गमे परस्मैपदेषु सूत्रं वदति गम् धातुतः सकारादि आर्धधातुकप्रत्ययस्य इदागमो भवति परस्मैपदे गमेर्धातोः सकारादेः आर्धधातुकप्रत्ययस्य परस्मैपदेषु इदागमः भवति इति काशिकायां गमेः पञ्चम्यन्तम् इट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुकसिद्वलादेः इत्यस्मात् आर्धस्य कैत्रस्य अनुवृत्ति शेषुचि कृत श्रुत धृत धृत अनृत अनृतः अनृतः इत्यस्मात् से इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमीविभक्तौ पञ्चमीविभक्तौ अनुवृत्तिसहितं वर्तते गामे गमेः अङ्गात् से आर्धधातुकस्य इत् परस्मैपदेषु पठामि भगिनि वृद् स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्ययस्य इदागमो न भवति परस्मैपदे. एतत्तु अग्रिमम् आसीत्, पूर्वमस्ति गमेरिटि परस्मैपदेषु इति तृतीयं, चतुर्थं यद् भवति इदानीं पठति. सो तत्र गम् धातोः विषय तद् समाप्तं, गम् धातोः सकारादि आर्धधातुकप्रत्यये परे इडागमः भवति, परन्तु केवलं परस्मैपदी एव, अन्यत्र न. तत्र एव काशिकायाम् उक्तं गमेर्धातोः सकारादि आर्धधातुकस्य परस्मैपदेषु इडागमः भवति इति उक्तम्. सकारादि आर्धधातुकप्रत्ययः भवेत्, अन्यत्र न. आर्धधातुकप्रत्ययः बहुविधः, अन्ये अपि सन्ति खलु. सकारादि आर्धधातुकप्रत्ययः अस्मि इत्युक्ते अस्माकं लृट् लृट् लकारः, लृङ् लकारः, तादृशेषु स्थलेषु परस्मैपदेषु इडागमः भवति इति काशिकायां, तदेव अस्मिन् सूत्रे तृतीयबिन्दुः खलु एतद्. चतुर्थं पठतु भगिनि, पञ्चसूत्राणि इति उक्तं, चतुर्थम् एतत्. अत्र चतुर्भ्यः धातुभ्यः विषये दत्तं, पदे गणित चतुर्धातवः चतुर्ः वृत् वृद्ध वृद्ध चन् इत्येभ्यः धातुभ्यः चतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्ययिदागमो न भवति परस्मैपदे. एते धातवः स्वभावतः आत्मनेपदिनः, किन्तु वृद्ध वृद्भ्यः स्यासनोः इत्यनेन स्यासन् इति प्रत्ययोः परयोः विकल्पेन परस्मैपदिनः अपि भवन्ति. परस्मैपदे पक्षे न वृद्भ्यश्चतुर्भ्यः इत्यनेन एभ्यः चतुर्भ्यः धातुभ्यः सकारादि आदिधातुकप्रत्यय निरागमो न भवति. तत्र चतुर् धातवः अस्ति वृत् वृद् श्रुद् सन्. अत्र आदधातक सकारादि आदधातुकप्रत्यय परस्मैपदे समये इडागमः न भवति. सामान्यतः एते धातवः आत्मनेपदिनः, परन्तु वृद्भ्यः स्यसनोः इति सूत्रेण स्या सन् इति प्रत्ययो सन् इति सन्नन्तप्रत्यय इति प्रत्ययोः परयोः विकल्पेन परस्मैपदः अपि भवन्ति. न वृद्धेभ्यश्चतुर्भ्यः इत्यनेन एभ्यः चतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्यय इदागमो न भवति. प्रथमं अत्र वृद्भ्यः स्यसनोः इति सूत्रं वदति, स्यासन् प्रत्ययपरे विकल्पेन प्रश्नपदः भवति, परन्तु सूत्रं कार्यं करोति किं सूत्रं करोति चेत् न वृद्भ्यश्चतुर्भ्यः इत्यनेन एभ्यः चतुर्भ्यः धातुभ्यः सकारादि आर्धधातुकप्रत्ययस्य इडागमो न भवति. अतः तत्र वृद्भ्यः स्यसनोः इति एकं सूत्रम्, तस्य भागकसूत्रं न वृद्भ्यश्चतुर्भ्यः इति. एतत्तु 1392 अस्ति, वृद्भ्यः स्यसनोः इति. तत्र स्यसन् इति प्रत्ययः अस्ति चेत् विकल्पेन परस्मैपदिनः अपि एते धातवः स्वभावतः आत्मनेपदिनः, परन्तु वृद्भ्यः स्यसनोः इति प्रत्ययः परः अस्ति चेत् ते पर विकल्पेन परस्मैपदिनः अपि भवन्ति इति धातोः स्वभावः वदति. परन्तु परस्मैपदिपक्षे न द्विभ्यश्चतुर्भ्यः इत्यनेन चतुर्भ्यः धातुभ्यः त्रैरागमः न भवति, सकारादि आर्धधातु तद् मुख्यम्. वत्स्यति अवर्षत् वृद्ध धातु गुणं भूत्वा वर्षति वर्षति अवर्षत् श्रुद्ध शक्यसि सृच्छति असृज असत् सन्धु सन्तस्यति असन्तश्च वृद्धः स्यासनोः वृद्धेः स्यासनोः स्यासन् प्रत्ययः परे वृत् आदिभ्यः पञ्चभ्यः धातुभ्यः विकल्पेन परस्मैपदे भवति. द्युतादिषु एव वृत्तादयः पठ्यन्ते. वृत् वर्तने वृद्ध वृद्धौ श्रुधु शब्द शब्दकुत्सायां सन्धु प्रश्रवणे कृपु सामर् सामर्थ्ये एतेभ्य धातुभ्यः से शनि च परतः वा परस्मैपदं भवति इति काशिकायां वृत् अति रुटिरूपं वत्स्यते वर्षति वत्स्यति वर्धिष्यते ऋङि अवत्सत् अवर्तिष्यत् वैरागम शनि विवृत्स्यति विवर्तिष्यते वृद्ध रुटि रूपमस्ति वत्स्यति वर्धिष्यते ऋङि अवत्सत् अवर्धिष्यतः शनि विवृत्सति विवर्धिष्यते स्यासनोः इति किं वर्तते स्याश्च सञ्च तयोः इतरेतरद्वन्द्वः स्यसनोः तयोः स्यसनोः वृद्भ्यः पञ्चमन्त्रं सनोः सप्तमन्त्रं द्विपदमिदं सूत्रं शेषात् कर्तरि परस्मैपदम् इत्यस्मात् परस्मैपदम् इत्यसा वृत्तिः वा ह्यसः इत्यस्मात् परस्मैपदम् इत्यसानुवृत्तिः अनुवर्तसन्तसूत्रं वृद्भ्यः वा परस्मैपदे ह्यसनोः तु अत्र पञ्चधातवः परस्मैपदी भवति. तदेव भगिनि वृद्भ्यः वा परस्मैपदम् ओके इति एतत् सूत्रं वदति तत्र स्यासन् प्रत्ययः परः भवेत् तत्र वृत् पञ्चधातवः विकल्पेन तत्र परस्मैपदमपि भवति इति एतत् सूत्रम् अधुना न वृद्भ्यश्चतुर्भ्यः वृत् वृद् श्रुद् स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि आदिधातुकप्रत्ययस्य रागमो न भवति परस्मैपदे. वृत्तादिभ्यः चतुर्भ्यः उत्तरस्य सकारादौ सकारादेः आदिधातुकस्य परस्मैपदेषु इदागमो न भवति इति काष्ठिकायम् न अव्ययपदं वृद्भ्यः पञ्चम्यन्तं चतुर्भ्यः पञ्चम्यन्तं त्रिपदमिदं सूत्रम् आदुदस्य आदुधातुकस्य इद्वलादेः इत्यस्मात् आदुधातुकस्य इतनयोः अनुवृत्तिः सेयसिचि कृत श्रुत श्रुद् श्रुद् अनुवृत्तः इत्यस्मात् से इत्यस्य अनुवृत्तिः गमेरिट् परस्मैपदेषु इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिमाणमेन पञ्चमी विभक्तौ अनुवृत्तिसहितसूत्रं वृद्भ्यः चतुर्भ्यः अङ्गेभ्यः से आदुधातुकस्य न इत् परस्मैपदेषु अत्र विकल्पं नास्ति किल भगिनि, इडागमः इडागमः न भवति, परस्मैपदेशो इडागमः न भवति. ओके, पर पञ्चधातवः सन्ति, से स्य सन् प्रत्यये परे एते धातवः स्वभावतः आत्मनेपदिनः, परन्तु स्य सन् प्रत्यये परे तेषां विकल्पेन परस्मैपदिरूपम् इति विद्भ्यः स्यसनोः वदति. विकल्पेन इदानीं परस्मैपदिरूपम् अस्ति खलु, तस्य इडागमः भवति वा इत्युक्ते अनेन सूत्रेण तस्य निषेधः भवति. ओके, इत् न भवति. अन्यत्र न, केवलम् अत्र स्यसन् सः इति उक्तत्वात् आर्द्र न, अन्यत्र तु सेट् एव भवति. अत्र केवलम् अत्र इडागमः न भवति परस्मैपदे. श्यासन् इति उभय श्यासन् इत्यस्मिन् उभयपदी, परतत्र इडागमः न भवति खलु. अत्र न उभयपदी, सकारादि आर्द्रधातुकः एव खलु. श्यासन् इत्यस्य उभयपदी भवति, आत्मनेपदी तन् इत्यपि सकारादि एव खलु. तत्रापि न भवति इत्युक्ते आत्मनेपदी इडागम सहितरूपं भवति, वर्तिष्यते वर्तिष्यते इति रूपं. सम्यक्. अत्र गमेरिटि परस्मैपदेषु इति उक्तं, तत्र किमर्थं परस्मैपदी मूल्ये परस्मैपदी एव खलु. तत्र सिच् प्रत्यये परे लुङ्लकारे अस्माभिः दृष्टम् सकारः भवति, आत्मनेपदी अस्ति खलु भावकर्मणोः इत्यनेन, तत्र आत्मनेपदी भवति, तदा तत्र इडागमनं भवति. अतः एव परस्मैपदेषु उक्तं सत्कं सङ्गं सङ्गमस्यते अपि च तत्र किमस्ति अत्र अगंसाताम् अगंसाताम् भावकर्म सकार से इति सकारादि वृद्भ्यः स्यसनोः न. वाट् आर् आल् दोस् फार्म्स् लैक् सङ्गं सङ्गमस्यते सङ्गमस्यते भगिनि सङ्गं शीष्ट इति लुङ्लकारः सा प्रत्ययः खलु सङ्गं शीष्ट न इष्ट न इष्ट न इष्ट न एतद् किम् आसीत् शिष्ट सङ्गं शीष्ट गतपाठः गतपाठः एकनिमिष ऐ विल् आड् दट् प्रत्यय सम् इति उपसर्गः खलु गम् शीष्ट गम् शीष्ट सङ्गन्ता एकनिमिषमत्र आगच्छति सङ्गतां सङ्ग आशीर्लिङ्ग् सङ्ग सङ्गशीष्ट सङ्गशीष्ट सङ्गं शीष्ट तत्र चत्वारि रूपाणि सन्ति. अय्यो प्रक्रिया नास्ति परन्तु रूपाणि सन्ति अत्र. एकस्मिन् अत्र अस्ति सुट् तितौ लिङ्गः सियूट् इत्यनेन सियूट् आगमः, अनन्तरं सुतः तितोः 3-4-1-0-7 इत्यनेन सकारस्य स्थाने स इति, अनन्तरं लोपोव्योर्वलि सं गं सी स, अनन्तरम् अनुदातोपदेशवनतितनोत्यादि इत्यनेन मकारलोपः खलु. लोपो जलि स्मिति सङ्गसीष्ट सीष्ट अनन्तरम् अस्माकं प्रायः आदेश आदेशप्रत्ययोः इत्यस्य कार्यं पश्यामः. इत्युक्ते गो वेल् अण्ड् कम् बेक् दट् कैण्ड् आफ् अ थिङ्ग् प्रायः आम् प्रायः आशीर्लिङ्ग् खलु लेट् द ट्रिप् बि गुड् दट् कैण्ड् आफ् अ थिङ्ग् सङ्गं शिष्ट सुनाष्टुः अपि भवति सङ्गं शिष्ट खलु. अन्यरूपं किम् आसीत् सङ्गं स्यते सङ्गं स्यते दस्य ओके दस्यते ओके सङ्गं स्यथा इति लृङ्लकारः सङ्गं स्यथ इति सङ्गं स्यथ इति लृङ् ओके लृङ् तत्र अडागमः अनन्तरं नश्चापदान्तस्य जलि अस्तु सङ्गं स्यते स्यते इस् नार्मल् स्यते स्यते इस् नार्मल् प्रायः तत् पश्यामि देन् सं जिगं सते देट् लुक्स् लैक् सनादि जिगं सते इति सनादि वा सनन्ते कर्तरि सत्यं सत्यमेव भगिनि आम् And then sam jigam sishyate sam jigam sishyate sam jigam jiti san to. And then no san and then lrit san and lrit va ha tadapi satyam eva sa jingam sishyate samyak eva bhagni tadeva तत्र किं जातम् इत्युक्ते परिचितमेव प्रायः समो गमि गम्युरु चि एतद् 1329 इति एकं दीर्घं सूत्रमस्ति तद् सन् प्रत्ययस्य कृते अनन्तरं सं गं गं संयङ्गोः इत्यनेन द्वित्वं हलादिशेषः इत्यनेन शेषः हलादिशेषः अनन्तरं कुहोश्चुः सन्यतः सं जि गं स अनन्तरं लृट् शेषे च स सं जि गं स लृट् अनन्तरं किम् एतत् किं लृट्टः स्थाने तकारादेशः तिप्तश्चि इत्यनेन अनन्तरं शतासील् लृटोः आत्मनेपद आर्धधातुकस्य ईडवलादेः ईडागमः अथोलोपः अनन्तरम् अनुस्वारः नश्चापदान्तस्य जलि आदेशप्रत्ययोः सर्वं सङ्गं स सं जिङ्गमि गं शिष्यते परिचितानि सूत्राणि एव परन्तु सूत्रसार् परिचितानि तावदेव वयं न कृतवन्तः समो सनन्तः वयं न दृष्टवन्तः दृष्टवन्तः एतत् सूत्रं तु वयं न जानीमः अन्ये सन्यङ्गोः अलादिशेषः कुहोश्चुः सन्यतः तत् सर्वं तु परिचितम् सन्यतः जकारस्य स्थाने इकारः भवति सन्यतः कुत्रचित् अन्यत्र प्रायः सनि परः तत्र तदपि नूतनमेव आकारान्त अभ्यासति इकारादेशो भवति पिपक्षति पिपासति इति रूपम् अधिजिगांसते अधिजिगांसते अधि अस्ति जिगांसते अधिजिगांसते अधि उपसर्गः जिगांसति इति पुनः सनि प्रत्ययः एव भवति एव खलु कमेर् इति अनन्तरं वृद्ध्यः एतदभ्यासं पञ्चम तासीचकृपः तासीचकृपः इत्यनेन कृप् धातोः परस्य परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः च अनयोः इडागमः न भवति तासि च कृपः 7 to 60 एकनिमिषं भगिनि अस्तु तासि च कृपः ओ सो इट्स् फालोयिङ्ग् देट् ओके वृद्भ्यः स्यतनोः गमेरि परस्मैपदेषु ओके अस्तु साक्षात् अनन्तरमेव अस्ति कृप् धातोः परस्य परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आददातुकप्रत्ययः च अनयोः इडागमः न भवति परस्मैपदसंज्ञक तास् अपि च परस्मैपदसंज्ञक सकारादि आददातुकप्रत्ययः च नाम केवलम् आत्मनेपदसंज्ञकतासः च आत्मनेपदसंज्ञकसकारादि आर्धधातुकप्रत्ययस्य इडागमः भवति कृपू धातुः उपदेशे आत्मनेपदी किन्तु लुटि च कृपः इत्यनेन स्यस्यन्तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप् धातुः विकल्पेन परस्मैपदी अपि भवति. सिद्धान्तकौमुद्यां लुटि स्यसनोः च कृपेः परस्मैपदं वा स्यात् इति सिद्धान्तकौमुद्यां. काशिकायां च वृतातित्वात् एव स्यसनोः विकल्पः सिद्धः लुटि विधीयते. अतः लुटि परस्मैपदे इडागम अभावे कल्प्ता आत्मनेपदे इडागमे सति कल्पिता. तासि सप्तम्यन्तं च अव्ययं कृपः पञ्चम्यन्तं त्रिपदमिदं सूत्रम्. आर्धदत्कसेड्बलादेः इत्यस्य सम्पूर्ण सूत्रस्य अनुवृत्तिः गमेरिट् परस्मैपदेषु इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः न वृद्भ्यः चतुर्भ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः च इत्यनेन से असिचि धृत नृतः इत्यस्मात् से इत्यस्य सप्तमी अन्तस्य अनुकर्षणम् परसूत्रात् खलु अनुकर्षणम् अनुवृत्तिसहितसूत्रं कृपः परस्मैपदेषु आर्धधातुकस्य इड्बलादेः न तासि से च ओके इडागमः न भवति इति. कदा न भवति? तास् परस्मैपदसंज्ञकतास् अपि च परस्मैपदसंज्ञक सकारादि आर्धधातुकप्रत्ययः ओके परस्मैपदसंज्ञकतास् कृप् धातोः कृते एव एतत् सूत्रं. कृप् धातोः परस्मैपदे इडागम अभावे कल्प्ता आत्मनेपदे इडागमे सति कल्पिता. परन्तु अस्य सूत्रस्य परस्मैपदेषु एव अस्य सूत्रस्य विवक्षा परस्मैपदेषु आर्धधातुकस्य इड् वलादेः न तासि अपि च न से अस्ति चेदपि ओके आर्धधातुकस्य परस्मैपदसंज्ञकसकारादि आर्धधातुकप्रत्ययः परस्मैपदसंज्ञक तास् क्षम्यतां भगिनि टेक् सम् टैम् लुटि इति उक्तं लुटि स्य सन इत्येतेषां परस्मैपदविकल्पेन भवति इति अस्ति खलु. लुटि इति तास् अस्ति खलु तासि इदानीं तासि खलु परस्मैपदीसंज्ञक तास् परस्मैपदीसंज्ञक सकारादि अर्धधातुकप्रत्ययः तस्य इडागमः न भवति. अथवा अस्माकं कृपोरोलः तत्रापि एतत् कृप् एव खलु तत्र आगतं तत्र कृपोरोलः तु भवति परन्तु परस्मैपदितास् परस्मैपदितकारादिप्रत्ययस्य तु इडागमः न भवति. सो यदा परस्मैपदी इति उक्तं तत्र आत्मनेपदीसंज्ञकतास् आत्मनेपदीसंज्ञकसकारादिप्रत्ययस्य सकारादि आर्धधातुकप्रत्ययस्य तु इडागमः भवति. इडागम अभावे कल्प्ता आत्मनेपदे इडागमे सति कल्पिता इडागमः भवति खलु कल्पिता. उपदेशे तु कृपधातुः आत्मनेपदि एव किन्तु लुटि च क्लुपः इत्यनेन तत्र यदा पूर्वम् इदानीमेकं सूत्रं दृष्टवन्तः खलु वृद्भ्यः तादृशम् अत्रापि स्यसन् तास् प्रत्यय इदानीं तास् अपि अत्र तत्र तु स्यसन् एव आसीत् तत्र स्यसन् तास् तत्र कृप्धातोः विकल्पेन परस्मैपदि भवति लुटि तत्र भवति. सिद्धान्तकौमुद्यां किम् उक्तं लुटि लुटि इति उक्तं लुटि स सनोश्च क्लुपेः परस्मृतं वा स्यात् इति उक्तं लुटि इत्युक्ते तास् प्रत्ययपरे स्यासन् इति स्या अपि च सनश्च सूत्रमस्ति तासि च कृपा इति खलु यद्यपि सातिसे उक्तं कृपः परस्मृते अर्धातकृतिबलादेन तासि से च इति उक्तं से इत्युक्ते स्याय अपि सन् इत्यस्य भवति तासि से च तासि से च काशिकायां च वृषादित्वात् एव स्यसनोः विकल्पः सिद्धः लुटि विधीयत् अस्तु कृतादौ अस्ति वा एतत् क्लुप् धातुः अस्ति वा अत्र उक्तं न उक्तम् उपरि अत्र तु न उक्तं वृतादित्वात् एव वृतादि नास्ति खलु वृतादि इत्युक्ते तत्र केवलं वृत् वृद् श्रुद् स्यन्द् इति उक्तं क्लुप् इति न उक्तं खलु क्लुप् इति तत्र नास्ति वृत् वृद् श्रुद् स्यन्द् चतुर्भ्यः एव खलु प्रायः मध्ये मध्ये अस्ति वा तस्य मध्ये अस्ति वा 7 to 60 वा एकं पश्यामः धातु धातु मध्ये एव वृतादित्वात् इति खलु वृतादित्वात् इति धातोः मध्ये वृतादिगण धातुः अस्ति मध्ये क्लुप् अपि अस्ति वा इति अतः एव एतत् एतत् एतादृश लिखितं काशिकायां वृतादित्वादेव श्वसनविकल्पे सिद्धे लुटि विधीयते इति लुटि इति वृत्तेः तस्य कृते नास्ति खलु वृत्त वृद्ध श्रद्ध न न तत्र काशिका किमर्थम् उक्तं तत्र वृत्तादित्वात् विकल्पः सिद्धः इति उक्तं खलु विकल्प इत्युक्ते तत्र परस्मैपद परस्मैपदे सिद्धे परस्मैपदे सिद्धे सिद्धः लुटि विधीयते इति उक्तम् अत्र तर्हि तत्र मध्ये भवेत् धातूनां मध्ये वृत्तादिधातूनां मध्ये क्लुप् अपि भवेत् प्रायः वृतादिगण अस्ति वा वृतादिगण अस्ति वा न तत्र यदा वृदादिना प्रतिषेधो भवति तथा अयमपि क्लिपेरिति यदि तर्हि वृदादीनां ग्रहणम् इह अनुवर्तते तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति इति तत्र क्वश्चिन् मार्क् योगविभागकरणसामर्थ्यात् न भविष्यति यदि वृदादीनामपि तासौ स्यात् तदा न वृद्भ्यः पञ्चभ्यः तासि च इति एकारेण कुर्यात् इति अस्ति तत्र वृद्भ्यम् अत्र लुटि नास्ति खलु नास्ति अतः एव तद् अत्र लुटि आवश्यकमस्ति अतः प्रायः पृथक्तया उदाहरणेषु लुटि च क्लुपः इति परस्मैपदं क्लुपेर् इत्यादि अन्यथा कल्प्यति इत्यादि एव स्यात् न तु चिक्लिप्सिता चिक्लिप्स तु इत्यादि एव इति भावः इह तु न वृद्भ्यः पञ्चभ्यः तासि चेति वक्तव्यं क्लुप्तिग्रहणं तु शक्यम् अकर्तुं न च वृद्धादिभ्यः अपि तासौ प्रसङ्गः परस्मैपद पद अभावात् आत्मनेपदेन समानपद पदस्त्वात् च इति उक्तं तत्र तु अस्य ग्रहणमेव न भवति इति उक्तम् यस्य वासु किं लिखति अकार्डिङ्ग् टु पदमञ्जरी दीस् टु सूत्रास् कुड् हव् बीन् शार्टेण्ड् एस् न वृद्भ्यः पञ्चभ्यः तासि च अण्ड् क्लिपः कुड् वेल् हव् बीन् ओमिटेड् ओ द तास् कम्स् ओन्लि आफ्टर् क्लुपु अण्ड् नाट् आफ्टर् अदर् रूट्स् आफ् वृतादि क्लास् हा सत्यं खलु इन् परस्मै पदा and therefore there is no fear that the prohibition tasi cha will apply to other roots of vritadi but only to clip because the word parasmay padeshu padishu is understood here and as no roots of vritadi class take parasmay pada in the periphrastic future what periphrastic it is a lungi diva periphrastic future periphrastic अनुप्रयोगलिट् इति वदामः, पेरिफ्रास्टिक् अनुप्रयोगलिट् विषये, पेरिफ्रास्टिक् पास्ट् पास्ट् इन् इङ्ग्लिश्, फ्यूचर् इत्युक्ते लुङ्ग् वा, लृङ्ग् लृङ्ग् नाट् लुङ्ग् न लृङ्ग् अभविष्य लृङ्ग् तदेव पेरिफ्रास्टिक् अस्ति खलु, एक्सेप्ट् क्लिप् देर् इस् नो फियर् आफ् एनी आम्बिग्विटि. एतद् इदानीं किञ्चित् स्पष्टमस्ति खलु एस् सि वासु, तदेव उक्तम् अग्रे अपि, परन्तु the two sutras could have been made into one, but one made into task. One why it is not done kevalam task krute task clip agreva vridadiganasya tu na agachati karapatre the clip is not together with vridh vridhyah aam nasti aam samyak asti समयः अपि जातः. सो अग्रिमसप्ताहे तु अहं प्रवासे भविष्यामि, भवन्तः किञ्चित् पठन्ति वा तद् एस्पेशलि दट् गतपाठस्य सूत्राणि एकवारम्? अत्र तु पञ्चसूत्राणि ईडागमस्य विषये, तासी च क्लिपः न वृद्भ्यश्चतुर्भ्यः गमेरिटि परस्मैपदेषु सेचि कृतछृत छृतछृध त्रिध धृतः इतोपि एकं किं वृद्धनोः स्ये इति पञ्चसूत्राणि इडागमविषये. परन्तु तद् पूर्वं गतपाठे पठितं खलु किङ्किला सर्वं, तद् भवन्तः एकवारं पठन्तु अग्रिमसप्ताहे. तस्मात् अग्रिमसप्ताहे वयं पुनः मिलामः, अतिथेशः आरभ्य पठनीयम्. धन्यवादः. अस्तु, धन्यवादः भगिनी. धन्यवादः.